सर्वेषां सम्भाषणसंस्कृतकक्षायां पुनः एकवारं स्वागतम्. आरम्भे सुभाषितं श्रुत्वा कक्षायाः आरम्भं कुर्मः. तत्र गीतासोपानं पुस्तके षष्टिविभक्तेः विषये चिन्तनं कुर्मः. आरम्भे अत्र लता भगिनी, भवती पठितुं शक्नोति वा सुभाषितम्? लता भगिनी अस्ति वा? अस्मि भगिनि. विद्या नाम नरस्य सुभाषितम्. ॐ श्रीगुरुभ्यो नमः. विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसुपूज्यते न तु धनम् विद्या विहीन पशुः. उत्तमं भगिनी, धन्यवादः. धन्यवादः. अत्र षष्टिविभक्तेः अभ्यासः गते सप्ताहे आरब्धः. इत्युक्ते षष्टिविभक्तेः अध्ययनं क्रियमाणमस्ति, नो चेत् षष्टिविभक्तेः अभ्यासः प्रवर्तमानः अस्ति, अथवा षष्टिविभक्तेः चिन्तनम् अनुवर्तते अद्य. इत्युक्ते अत्रापि षष्टिविभक्तेः इति पदं प्रयुक्तमस्ति, इत्युक्ते षष्टिविभक्त्यन्तरूपम् अस्ति. षष्टिविभक्तेः अध्ययनं, षष्टिविभक्तेः चिन्तनम् इत्युक्ते तत्र कर्मपदस्य षष्टि इति वदामः, इत्युक्ते तत्र चिन्तनम् अथवा अध्ययनम् इति पदद्वयं ल्युडन्तरूपम् अस्ति. अतः तत्र षष्टिविभक्तिः कर्मपदषष्ठी अथवा कर्तृपदपदषष्ठी अपि भवितुमर्हति. पठनं, अध्ययनम् एतादृशानि पदानि ल्युडन्तरूपाणि, अपि च भाववाचकपदानि. एतादृशानां भाववाचकपदानां प्रयोगे कर्मपदस्य अथवा कर्तृपदस्य षष्टिविभक्तिः भवति. अद्यापि वयं षष्टिविभक्तेः विषये एव इतोपि चिन्तनं कुर्मः. गीतासोपानं पुस्तके बहवः अभ्यासाः सन्ति, किन्तु अत्र अहम् एकं वक्तुमिच्छामि. गते सप्ताहे अहं सर्वस्य प्रभवः इत्यस्मिन् वाक्ये तत्र प्रभुशब्दस्य रूपं कीदृशम् इत्यस्मिन् विषये अहम् अदृष्ट्वा कक्षायाम् उक्तवती. कक्षायाः अनन्तरं किञ्चित् दृष्टवती. तदर्थं तस्य पदस्य अर्धावगमनार्थम् एकम् ई पत्रं प्रेषितवती. तम् ई पत्रं भवन्तः तत् ई पत्रं दृष्टवन्तः इति भाति. तत्र तु सान्दर्भिक अर्थः, काण्टेक्स्ट्युवल् मीनिङ्ग्. तत्र प्रभवः इति शब्दस्य सान्दर्भिक अर्थः तु तत्र उत्पत्तेः कारणम् इति एव वक्तुं शक्यते, न तु प्रभुशब्दस्य रूपं. प्रभुः, प्रभुत्वं, तादृश अर्थः तत्र नास्ति. केवलं उत्पत्तेः कारणम् इति एव वक्तुं शक्यते. तत्र प्रभवः, भवः इति शब्दात् पूर्वं प्रावोपसर्गः अस्ति इति कारणतः तत् सः एकः विषयः प्रभुशब्दस्य विषये. अधुना अत्र द्वाविंशे पुटे तत्र द्वितीयम् अभ्यासं कुर्मः अद्य. अस्मिन् पुस्तके बहूनि वाक्यानि भगवद्गीतातः उद्धृतानि वाक्यानि एव सन्ति. अत्र द्वाविंशे पुटे गीतासोपानं पुस्तकं पश्यन्तु. तत्र प्रथमम् अभ्यासं वयं पूर्वमेव कृतवन्तः. अद्य द्वितीय अभ्यासात् आरभ्य पठामः. अत्र भूमा भगिनी, भवती आरम्भं करोतु. पुस्तके विद्यमानानां शब्दानाम् उपयोगेन वाक्यानि रचयत. आदित्याः विष्णुः. भगवान् आदित्यानां विष्णुः. एव आदित्याः षष्ठी बहुवचनं. विष्णुः आदित्याः अकारान्तषष्ठी बहुवचनं. विष्णुः उकारान्त भगिनि आदित्याः. अत्र आदित्याः इति पदं पुनः एकवारं चिन्तयतु. आदित्याः बहुवचनं आदित्य. किञ्चित् चिन्तयतु अत्र आदित्याः इति पदमस्ति. आदित्यः इति एकवचनरूपमस्ति. आदित्याः इति प्रथमाविभक्ति षष्ठी. आदित्याः इति प्रथमाविभक्ति बहुवचनमस्ति. किन्तु अत्र आदित्यानाम् आदित्यानां विष्णुः. आदित्यानाम् इति षष्ठी बहुवचनं रूपमस्ति. इत्युक्ते आहत्य उदाहरणं दृष्ट्वा किम् अवगम्यते अस्माभिः इत्युक्ते अत्र पदद्वयं दत्तमस्ति. आदित्याः विष्णुः इति पदद्वयमस्ति. तयोर्मध्ये सम्बन्धः कः, कीदृशसम्बन्धः अस्ति इति अवगन्तव्यम् इति तु अस्माकं कार्यम्. आदित्याः तयोः मध्ये कीदृशसम्बन्धः अस्ति? विष्णुः सर्व आदित्यानां श्रेष्ठः. श्रेष्ठः. उत्तमम् उत्तमम्. इत्युक्ते अत्र यदि भगवद्गीतायाः दशमाध्यायं पठामश्चेत् तत्र बहवः श्लोकाः सन्ति. तत्र दशमाध्यायस्य नाम किं? विभूतियोगः. विभूतियोगः. उत्तमम्. एतानि सर्वाणि पदानि अत्र विभूतियोगात् केषुचित् श्लोकेषु एतानि पदानि सन्ति. अत्र आदित्याः विष्णुः तयोर्मध्ये सम्बन्धः कः इत्युक्ते आदित्यानां विष्णुः एव भगवान्. अहम् आदित्यानां विष्णुः इति परमात्मा उक्तवान्. अत्र षष्ठीविभक्तेः अभ्यासार्थम् एतत् सर्वं दत्तमस्ति. इत्युक्ते अत्र षष्ठीविभक्ति बहुवचनरूपम्. ईदृशरीत्या अपि षष्ठीविभक्तेः उपयोगं कर्तुं शक्यते इति अस्माभिः अवगन्तव्यम् अत्र. भगवान् भगवतः महिमा कुत्र कुत्र अस्ति अथवा भगवतः अंशः कुत्र अस्ति इति अत्र दत्तमस्ति. भगवान् आदित्यानां विष्णुः. द्वितीयं वाक्यं करोतु. पाण्डवाः पाण्डवानां धनञ्जयः. पाण्डवाः आकारान्तपुल्लिङ्गं. षष्ठीविभक्ति पाण्डवानां बहुवचनं. षष्ठी बहुवचनम्. उत्तमम्. इत्युक्ते अत्रापि भगवान् भगवतः अंशः. भगवान् पाण्डवानां धनञ्जयः अथवा पाण्डवेषु धनञ्जयः इति अपि साधु एव. किन्तु षष्ठीविभक्तिः बहुत्र आयाति. षष्ठीविभक्तेः उपयोगः बहुत्र दृश्यते. अत्र पाण्डवानां धनञ्जयः. अत्र भगवान् एव पाण्डवानां धनञ्जयः इति भगवान् वदन् अस्ति. वदतु, अग्रिमं करोतु. अत्र सर्वेषु वाक्येषु भगवान् भगवान् इति कामन् किल? भगवान् भगवान् एव भगवान् पदं कामन् कामन् इत्युक्ते संस्कृते समानम्. ओके ओके, धन्यवादः. अत्र भगिनी भूमा भगिनी तादृशरीत्या वदतु. अत्र यदा भगिनी उक्तवती तथा वदतु. भगवान् भगवान् वेदानां सामवेदः. भगवान् रुद्राः रुद्राणां शङ्करः. मासाः मार्गशीर्षः, भगवान् मासानां मार्गशीर्षः, देवाः वासवः, भगवान् देवानां वासवः. वदतु भगिनि, अरुणा भगिनी. रुद्राणां नत्वं नास्ति न? तत्र नत्वम् अस्ति वा नास्ति वा? कोऽपि वदतु अत्र रुद्राणां. तत्र व्यवधानमस्ति, रुद्राः इति पदं रुद्राणाम् इति भवति. तत्र रेफात् अनन्तरं के के वर्णाः सन्ति? केवलम् आकारः एव अस्ति, तदर्थं तत्र णत्वं भवति. अपि च शङ्करः, शङ्करः इति पदस्य तत्र षष्टिविभक्त्यन्तं किं भवति? णत्वं भवति. अपि च तृतीया विभक्ति एकवचनं किं भवति? शङ्करेण, शङ्करेण, तत्रापि णत्वं भवति. धन्यवादः भगिनि. अनन्तरम् अत्र अरुणा भगिनी भवती करोतु भगिनि. नक्षत्राणां भगवान् नक्षत्राणां शशिः, शशिः, शशी, भगवान् इन्द्रियाणां मनः, भगवान् भूतानां चेतना, भगवान् अक्षराणाम् अकारः. अत्र यदि वयं श्लोकं पश्यामश्चेत् अक्षराणाम् अकारोऽस्मि इति उक्तवान्. अत्र एतत् सर्वं पठित्वा भवन्तः किम् अवगतवन्तः? अत्र पश्यन्तु, अक्षराणाम् अहम् अकारः, इन्द्रियाणां मनः, नक्षत्राणां शशि, एतादृशरीत्या किमर्थम् उक्तवान् परमात्मा? एतेषु वैशिष्ट्यं वर्तते. वदतु. प्रधानमस्ति प्रधानवस्तूनि. अत्र इन्द्रियाणाम् एतत् वाक्यं पश्यन्तु, इन्द्रियाणां मनः इत्युक्ते इन्द्रियेषु मनः प्रधानः. तदर्थमेव तत्र भगवद्गीतायाम् एकः अन्यः श्लोकः अपि अस्ति, इन्द्रियाणि अत्रैव आगच्छति सः श्लोकः. इन्द्रियेषु परं मनः, तादृशरीत्या. यद्यपि बहूनि इन्द्रियाणि सन्ति तथापि मनः एव, मनः एव प्रधानः, प्रधानम्. मनःशब्दः नपुंसकलिङ्गपदमस्ति इति कृत्वा, मनसस्तु परा बुद्धिः, बुद्धेः परतस्तु सः इति श्लोकः वदति. इत्युक्ते अक्षराणाम् अकारः अस्मि इति इत्युक्ते तत्र वैशिष्ट्यम् अथवा प्राधान्यं, प्रत्येकता दृश्यते. तत् सर्वम् अहमेव इति विभूतियोगं वदति. अत्र अग्रिमे पुटे किम् अस्ति भगिनि? भगिनि, शशी इति दीर्घ ईकारान्तपदं भगिनि. आं भगिनि, शशी. किन्तु साधारणरीत्या वयं शशि इति वदामः, शशि नकारान्त भगिनि. तत्र नकारान्तः वा? शशिन् नकारान्त पुंलिङ्ग् अस्ति इति संस्कृत भाषा डिक्शनरि शब्दकोश. शशि गौरी शब्दवत् किल, गौरी नकारान्त इति दत्तम्. ओ, शशिन् इति दत्तवन्तः वा? अत्र अपि च पुंलिङ्ग् पुंलिङ्ग् अत्र शशिन् शशी ओ अस्तु इत्युक्ते नकारान्तपदम् अस्तु शशिन् इति शशिन् इति प्रातिपदिकं किन्तु पुंलिङ्गपदम् इति दत्तमस्ति किन्तु पथिन् पथिन् वत् भगिनी करीवत् करीवत् अथवा गुणिवत् किमपि अनन्तरम् अत्र अग्रिमपुटे तत्र किमस्ति इति एकवारं पश्येम उपरि अवधेयं पठन्तु अत्र अरुणा भगिनी भवती पठतु अवधेयं शब्द शब्दाः अस्ति सन्ति कविः एकवचनं कवेः कवयोः कव्योः कवीनां वसुः वसोः वस्वोः वसूनां पिता पितुः पित्रोः पितॄणां वारि वारिणः वारिणोः वारीणां मधु मधुनः मधुनोः मधूनां सेनानि सेनान्यः सेनान्योः सेनानीनां षष्टिरूपाणि दत्तवन्तः इत्युक्ते अत्र कविः इति पदं प्रत्येकं पदं स्वीकृत्य इतोपि वदतु कविः इति कीदृशं पदम् इकारान्त पुंलिङ्गशब्दः कविः षष्टि एकवचनं कवेः पञ्चमे अपि कवेः अपि भवति कवेः कव्योः कवीनां दीर्घ कवीनां रूपं भवति अस्तु अत्र वसुः इति पदम् उकारान्तपदम् उकारान्त पिता इति ऋकारान्त पितृशब्दः अस्तु वारि वारिन् नपुंसकलिङ्गशब्दः अस्तु मधुशब्दः नपुंसकलिङ्ग अपि अहं मन्ये नपुंसकलिङ्गपदम् उकारान्त नपुंसकलिङ्गपदं सेनानीः इति पदं सेनानी विकारान्त श्रीलिङ्गशब्दं वा सेनानी अस्ति प्रातिपदिकं ईकारान्तपुंलिङ्गः सेनानी दीर्घ ईकार दीर्घ ईकारान्तः पुंलिङ्गपदम् अस्ति सेनानी सोल्जर् सोल्जर् कमाण्डर् किमपि इत्युक्ते एतत् पठित्वा स्वस्य वाक्यैः वदतु भगिनि अत्र किम् अवगतम् अस्य पठनेन भवती किम् अवगतवती अरुणा भगिनी वदतु किं वदामि अनेन वदतु रूपाणि भिन्नं भिन्नं भवति कारान्त पुंलिङ्गशब्दे कवेः एकवचनमस्ति उकारान्तशब्दे वसोः रूपं पितृशब् प्रातिपदिकस्य षष्ठीवचनं पितुः वारि नपुंसकलिङ्गशब्दः वारिणः रूपं मधु मधुनः अपि नपुंसकलिङ्गय वा मधु मधुशब्दः उकारान्त नपुंसकलिङ्गपदम् इकारान्त उकारान्त सेनानी सेनानिन् रूपस्य नकारान्तपदस्य षष्टिविभक्ति सेनान्यः इति रूपं परन्तु द्विवचने कवयोः कव्योः वस्वोः पित्रोः ते अपि सामान्यमपि वर्तते. बहुवचने कविशब्द इकारान्तशब्द कवीनां दीर्घ इकारः आगच्छति. उकारान्तशब्दे वसूनां वसूनां दीर्घ उकारः अपि पिता शब्दे अपि पितॄणाम् इत्युक्ते अत्र दीर्घ रूकारः श्रूयते पितॄणां पितॄणाम् इति भवति. इत्युक्ते साधारणतया तृतीयाविभक्ति एकवचने अपि च षष्टिविभक्ति बहुवचने यदि तत्र पदं यस्मिन् कस्मिन् अपि पदे निमित्तमस्ति चेत् तदा णत्वं भवति तृतीय एकवचने अपि च षष्टि बहुवचने. तदर्थमेव अत्र पितॄणाम् इति वारीणाम् इति रूपाणि दत्तानि. अत्र रेफः निमित्तमस्ति इति कारणतः तथा एव पूर्वम् णत्वं मूर्धन्य अणकारः आयाति. तथा एव वयं पूर्वमेव दृष्टवन्तः वृक्षाणाम् इति पदे अपि षकारः निमित्तमस्ति इति कारणतः तत्रापि णत्वं भवति. इत्युक्ते साधारणतया षष्टि बहुवचने तादृशरूपम् आयाति णत्वम् आयाति. उत्तमम्. अनन्तरम् अत्र सूर्यकुमारी भगिनी भवती करोतु, अभ्यासं कुर्मः अधुना. गीतायाः दशमस्य अध्यायस्य तत्सङ्ख्याकं श्लोकं परिशील्य रिक्तस्थानानि पूरयत. गीतायाः षष्टिविभक्त्येकवचनं दशमस्य एकवचनम् अध्यायस्य एकवचनं षष्टिविभक्तिः संख्याकं तृतीयविभक्तिः तृतीयविभक्तिः एकवचनं द्वितीय एकवचनं श्लोकं एकवचनं तृतीयविभक्तिः परिशील्य लुडन्तशब्दं तस्याः ध्वनिः बहु मन्दैः आगच्छति, न श्रूयते स्पष्टेन. उच्चैः वदतु भगिनि, वदतु. रिक्तस्थानानि पूरयत. रिक्तस्थानानि नपुंसकलिङ्ग बहुवचन एक बहुवचनं प्रथमाविभक्तिः द्वितीयविभक्तिः अत्र पूरयत. लट्लकार बहुवचनं मध्यमपुरुषः लोट्लकार मध्यमपुरुषः बहुवचनं इत्युक्ते अत्र आहत्य किम् अवगन्तव्यम् इत्युक्ते अत्र कर्मपदद्वयमस्ति. परिशील्य इति पदस्य कृते श्लोकम् इति कर्मपदमस्ति, पूरयत इति अपि क्रियापदमस्ति. तदर्थं रिक्तस्थानानि इति अन्यत् कर्मपदम् अस्ति. तत्तत् सङ्ख्याकम् इति विशेषणं भवति, श्लोकः इति पदस्य विशेषणं भवति. इत्युक्ते कृदन्तपदमपि कर्मपदं स्वीकरोति. परिशील्य इति ल्यबन्तपदम् अस्ति. ल्यबन्तपदम् इत्युक्ते ल्यप् इति एकः प्रत्ययः अस्ति, धातुतः सः प्रत्ययः विधीयते. अत्र परि इति उपसर्गः अस्ति इति कृत्वा तत्र यत्र यत्र उपसर्गः अस्ति तत्र ल्यबन्तरूपं सिद्ध्यति. ल्यबन्तरूपम् अपि कर्मपदं स्वीकर्तुं शक्नोति. वदतु महोदय, जान् महोदय वदतु. जान् महोदय, ऐ एम् कन्फ्यूस्ड्. सो प्रश्नः अस्ति वा? सो व्हाट डिड यू वांट मी टू डू? यू वांट मी टू डू? भवान् किं वदन् आसीत् अतः पृच्छामि. प्रश्नः नास्ति चेत् अग्रे गच्छेम. अत्र अहं किं वदन्ती अस्मि इत्युक्ते अत्र कृदन्तपदम् अपि कर्मपदं स्वीकर्तुं शक्नोति. भगिनी वदतु. भगिनी, तत् तत् सङ्ख्याकम् इति तत्तत् सङ्ख्याकम् अत्र सङ्ख्याः दत्ताः आवरणे, तत्तत् सङ्ख्याकं, तत्रापि समस्तपदमस्ति. तत्तत् इत्युक्ते एकमेकम्? एकमेकं नास्ति. अत्र याः याः सङ्ख्याः दत्ताः ताः सङ्ख्याः दृष्ट्वा, इत्युक्ते अत्र सङ्ख्यां दृष्ट्वा एव वयं अयम् अत्र अभ्यासं कर्तुं शक्नुमः. इत्युक्ते अभ्यासस्य पूर्णार्थं वयं भगवद्गीतायाः श्लोकान् दृष्ट्वा एव पूरयितुं शक्नुमः. एतत् एषः अभ्यासः तादृशः. यदि एकवारं तत् दत्तं तदेव पर्याप्तं न भगिनि? तत् सङ्ख्यां तत्तत् सङ्ख्याकं श्लोकं किमर्थं तत्तत् तत्तत् इति तत् सङ्ख्याकम् इत्यपि बहु there are many sentences with many different shloka numbers. So tat tat, you see each one tat tat and then say like that. It's not just one sentence with one sankhya. So many numbers are given, so many shloka numbers. So tat tat, I think that's why they have given like that. Tat tat tadadhameva. Astu. Adhuna atra सूर्यकुमारी भगिनी भवती एव करोतु अत्र उदाहरणं. आं भगिनि. भगवान् सेनानीं स्कन्दः. अत्र समीचीनतया वदतु अत्र पदं किम् अस्ति. सेनानीनां सेनानीनां स्कन्दः स्कन्दः. अत्र एक भगवद्गीतायाम् एकः श्लोकः अस्ति, दशमाध्यायस्य चतुर्विंशतितमं श्लोकम् अस्ति. श्लोकः कः इत्युक्ते अत्र किं वदति, सेनानीनाम् अहं स्कन्दः, सरसाम् अस्मि सागरः. सेनानीनाम् अहं स्कन्दः, सागरः. सरसाम् अत्र तत्रापि सरसाम् इति पदे षष्ठी बहुवचनरूपम् अस्ति. सरसाम् अहं सागरः अस्मि इति सः उक्तवान्. भवती दृष्टवती वा श्लोकान्? आं भगिनि. करोतु, प्रथमं करोतु. पञ्चविंशति श्लोकः. तत्र दशमाध्यायस्य पञ्चविंशति वदतु वदतु. महर्षीणां भगवान् महर्षीणां भृगुः. भृगुः, उत्तमम्. तत्र श्लोकः कः इत्युक्ते महर्षीणां भृगुरहं वदतु. महर्षीणां भृगुरहं गिरमस्मे एकमक्षरम्. गिरामस्मि एकमक्षरम्. एकम् अक्षरं गिराम् एकम् अक्षरम् अस्मि. तत्र सन्धिविच्छेदम् अथवा पदविच्छेदं कुर्मः चेत् गिराम् अस्मि एकम् अक्षरम् इत्युक्ते गिराम् इत्युक्ते वाचां अहम् एकम् अक्षरम् अस्मि इत्युक्ते ओंकारः, ओंकारम् एव. अत्र महर्षीणां भृगुरहम् इति दत्तमस्ति. महर्षिः इति पदं तत्र गुणसन्धिः भवति. महर्षिः इति पदमपि समस्तपदं. महान् ऋषिः इति वक्तव्यं भवति. तत्र महा इति आयाति, तत्र विशेषणपूर्वपदकर्मधारे समासः अस्ति इति वक्तव्यम्. अग्रिमं द्वितीयं करोतु. स्थावराणां भगवान् स्थावराणां हिमालयः. तत् श्लोकमेव द्वितीय वाक्यं. द्वितीयं वाक्यं वदतु. जपयज्ञो अस्मि स्थावराणां हिमालयः. स्थावरं नपुंसकलिङ्गं. स्थावराणां बहुवचनषष्ठी विभक्तिः हिमालयः. अत्र यथा भवती उक्तवती यज्ञानां जपयज्ञोऽस्मि यज्ञानां, तदपि षष्टिबहुवचनरूपमस्ति. अहं जपयज्ञः अस्मि इति यथा भवती उक्तवती स्थावरम्, अत्र स्थावरशब्दः विशेषणमस्ति इति कृत्वा त्रिषु लिङ्गेषु अस्ति. स्थावरं, स्थावरा, स्थावरः इति रूपाणि भवन्ति. अत्र स्थावराणां हिमालयः, अत्र स्थावरं स्थाधातोः रूपमेव. स्थावरम् इत्युक्ते इम्मूवबल्, अचलः. उत्तमं. स्थावरः इत्युक्ते अचलः अथवा स्थाणुः इति वक्तुं शक्यते. स्थावरः अत्र स्थावर इत्यस्य विरुद्धार्थकशब्दः जङ्गमं. स्थावरं जङ्गमं, तत्र जङ्गमम् इति तत्र गम् धातोः रूपं, यङ्ग्लुकि इति वदामः. स्थावरजङ्गमम् इति उत्तमं. जङ्गमदूरवाणी अथवा उत्तमं जङ्गमदूरवाणी इत्युक्ते सेल् फोन्, मोबैल् फोन्, इम्मोबैल् फोन्. जङ्गमदूरवाणी. उत्तमं भगिनि, धन्यवादः. अनन्तरम् अत्र हिमालयः इति पदमस्ति. अत्र हिमालयः इति पदं तत्र तत्र हिमालयः इति एकः तत्र एकं नाम अस्ति इति कृत्वा तत्र सम्भावनापूर्वपदकर्मधारयसमासः भवति. तत्र नाम अस्ति हिमा इति आलयः, तत्र सम्भावनापूर्वपदकर्मधारयः भवति. अस्तु, तदपि भवितुम् अर्हति. इत्युक्ते अर्धं दृष्ट्या अस्माकं विवक्षा एव साधारणतया समासेषु विग्रहवाक्यं, किन्तु तत्र सूत्राणि सन्ति, किन्तु अस्माकं विवक्षानुगुणम् अर्थम् आश्रित्य साधारणतया समासस्य विग्रहवाक्यं भवितुमर्हति. वदतु भगिनि. हिमालयः विग्रहवाक्यं किं? हिमं, हिमम् इति आलयः इत्युक्ते नाम अस्ति इति कृत्वा, यथा भारतदेशं तत्र नाम अस्ति इति कृत्वा साधारणतया सम्भावनापूर्वपदकर्मधारयः भवति. उत्तमं. तृतीयं करोतु भवती एव. प्रश्नं, कन्दः, कन्दस्य अर्थः का? स्कन्दः, कार्तिकेयः, न श्रूयते, न श्रूयते. एकवारं वदतु प्लीस्. अत्र स्कन्दः, अत्र स्कन्दः इत्युक्ते योगार्थः भिन्नः. स्कन्दः, स्कन्दः इत्यस्य योगार्थः इत्युक्ते तत्र रूपं कथं निष्पन्नं भवति अथवा तद्भिन्नः, किन्तु लोके शिवपुत्रः इति अर्थः. सो खन्द आङ्ग्लभाषा, आङ्ग्लभाषायाम् अर्थः का? न भगिनि, स्कन्धः तत्र तत्र महाप्राणधकारः अस्ति एव, अस्ति चेदेव. अत्र तु, अत्र तु अल्पप्राणधकारः अस्ति इति कृत्वा स्कन्धः इत्युक्ते यथा भवती उक्तवती शिवपुत्रः अथवा कुमारस्वामी इति वदामः. शिवासन् गणेशः, षण्मुखः, कार्तिकेयः, कार्तिकेयः, स्कन्धः, डिफरेण्ट् नेम्स्, स्कन्दः, षाण्मातुरः, षाण्मातुरः इति नाम अपि अस्ति. लीडर् आफ् द देवसैन्य किल, तदर्थमेव अत्र तदर्थमेव अत्र सेनानीनां स्कन्दः इति दत्तमस्ति. आहत्य आङ्ग्लभाषायां किं वक्तुं शक्यते? कोऽपि वदतु. लार्ड् शिवास् सन् मुरुगन्. मुरुगा. सो आल् द सिब्लिङ्ग्स् आफ् लार्ड् शिव काल् कन्दः. नो, हिस् सन्स्, लार्ड् शिवास् टू सन्स्, गणेश अण्ड् स्कन्दः. स्कन्दः हेस् मेनी नेम्स्. Subramanya, Kartikeya, Kumaraswami, Kandeshwa. Kandaha is Kartika, then Kartikaha. Kartikeya. Kartikeya is Kandaha, his other name is Kandaha, is that right? Yes. Okay, so Kandaha is not... So Kandaha is not shoulder, but it is the name of Kartikaha. It's Kartike. Okay. There is another Skandaha, that is Mahaprana Mahodaya. Skandha. Mahaprana Dhakara Hasti. Skandaha. That is shoulder. Atratu Skandaha. Iti Alpa Prana Dhakara Hasti. Iti Krutva Atra. Asya स्कन्दस्य बहवः नामानि सन्ति यथा भवन्तः सर्वे उक्तवन्तः अयम् एकः इदम् एकः एकं नाम अस्ति अस्तु एकप्रश्नमस्ति वर्स् 10.24 कृपया मन्देन मन्देन पठतु स्लोलि बिफोर् लेट् मी फस्ट् गेट् टु देट् वर्स् ओके एण्ड् देन् Please read it slowly because I have it here. Okay. Mahodaya, aham ekam vadami atra. Asmakam abhyasah tu kevalam shashti vibhakteh abhyasah. Kintu sarvam tatra shlokam sampurnataya patanasya avashyakata nasti. Atra vayam kevalam shashti vibhakteh abhyasartham etat sarvam kurmaha. Vayam bahavah abhyasah santi. Atra tu pradhanyam kim. इति पश्यामश्चेत् केवलं षष्टिविभक्तेः बहुवचनरूपाणि अवगन्तव्यानि तदर्थमेव वयम् एतत् सर्वं पठामः किञ्चित् शीघ्रं गच्छेम अत्र I want somebody else to... Atra, kim likhitam asti chukte, 10.24, tasmin kim likhitam asti chukte, senane naam aham skandaha, sarasam asmi sagaraha. Iti, indaktam asti, tatra senane naam, iti, shashti bahuvachanurupam asti, tadha eva, tasmin eva shloke, sarasam, iti api, shashti bahuvachanurupam asti. Agresarema, adhuna, trutiyam kurmaha, shobha bhagini bhavati karottu, सर्ववृक्षाणाम् अश्वत्थः देवर्षीणां नारदः भगवान् गजेन्द्राणाम् ऐरावतः भगवान् आयुधानां वज्रम् आयुधानां वज्रम् उत्तमम् तत्र श्लोकः कः इत्युक्ते अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः इति एकं तस्मिन्नेव श्लोके एव अश्वत्थः अपि च नारदः एकः एव श्लोकः तत्र अस्ति अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः उत्तमं तदनन्तरम् ऐरावतः इत्यस्य कृते किं लिखितमस्ति ऐरावतः उच्चैश्रवसमश्वानाम् अश्वानाम् उत्तमम् अश्वानाम् इति षष्टि बहुवचनरूपम् अस्ति उच्चैश्रवसं विद्धि मां तत्र विद्धि इति वयं पूर्वमेव चर्चितवन्तः विद्धातोः लोट्लकाररूपम् अस्ति इति कृत्वा अपि च सकर्मकधातुः अस्ति इति कृत्वा अत्र कर्मपदमस्ति उच्चैश्रवसम् अश्वानां गजेन्द्राणाम् ऐरावतः इत्युक्ते आहत्य प्रथमान्तं रूपम् ऐरावतः उत्तमम् अनन्तरं षष्ठं वाक्यम् आयुधानां वज्रं तत्र आयुधानामहं वज्रम् एव आयुधानामहं वज्रम् उत्तमं धेनूनाम् अस्मि कामधुक् प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः इति अग्रिमं वाक्यम् अस्मिन्नेव श्लोके एव वासुकिः इति अपि लिखितमस्ति सर्पाणां अस्मि वासुकिः. नागानाम् अनन्तः, तत्तु अग्रिमश्लोके. अनन्तश्चास्मि नागानाम् अपि च पितॄणाम् अहम् अर्यमा. पितॄणाम् अर्यमा चास्मि. पितॄणाम् अत्र अर्यमा इति पदम् अहं दृष्टवती, अतः वदामि. नकारान्तपदम्. आत्मा शब्दवत्. अर्यमान् अस्ति वा भगिनि? अर्यमन्. अर्यमान् अस्ति वा? अर्यमन् अस्ति. अत्र नकारान्तपदमस्ति, किन्तु प्रथमाविभक्त्यन्तरूपम् अर्यमा इति भवति. पितॄणाम् अर्यमा इत्युक्ते पितृदेवतासु अर्यमा इत्युक्ते प्रधानः इति भाति. अनन्तश्चास्मि नागानां वरुणो यादसामहं, पितॄणाम् अर्यमा चास्मि, यमः संयमतामहम् इति अस्ति. आहत्य दशमं वाक्यं किम्? भगवान् विद्यानाम् अध्यात्मविद्या इति. तत्र श्लोके किमस्ति चेत् अध्यात्मविद्या विद्यानाम् एव. उत्तमं, तदेव. अध्यात्मविद्या विद्यानाम् अपि च वादः प्रवदतामहम् इति लिखितमस्ति. इत्युक्ते अत्र अत्र सर्वेषु सर्वासु विद्यासु अध्यात्मविद्या एव विद्या इति अवगन्तव्यम्. इत्युक्ते प्रधाना विद्या, श्रेष्ठा इति. श्रेष्ठा. उत्तमं, तावदेव. अत्र इत्युक्ते एतावता अस्मिन् अभ्यासे षष्टिविभक्ति बहुवचनान्तरूपाणि दत्तानि. उत्तमं, धन्यवादः भगिनि. अनन्तरं वेदा भगिनी, भवती अत्र वाक्यानि पठतु, उच्चैः पठतु. उच्चैः पठत. बुद्धेः भेदः न जननीयः. बुद्धेः षष्टिविभक्ति, बुद्धि शब्दस्य षष्टिविभक्ति. बुद्धेः भेदः न जननीयः. हौ डु एक्स्प्लेन् दिस्? द बुद्धि चपलं न. न, अत्र भगवद्गीतायाम् एकः श्लोकः अस्ति, बुद्धिभेदं न जनयेत् कर्म अज्ञानां कर्मसङ्गिनाम् इति. यदि केचन जनाः कर्म कुर्वन्ति, केचन जनाः कर्मयोगम् अनुसरन्ति, केचन जनाः ज्ञानयोगम् अनुसरन्ति, किन्तु ये जनाः ज्ञानयोगम् अनुसरन्ति ते अन्येषु जनेषु बुद्धिभेदं न जनयेत्. इत्युक्ते दे शुड् नाट् दोस् हु आर् रियल्लि पण्डितास् दे शुडिण्ट् जनरेट् आर् क्रियेट् कन्फ्यूजन् इन् द मैण्ड्स् आफ् द अनएज्युकेटेड् पीपल्. बुद्धेः भेदः न जननीयः. He should not discriminate. Not differentiate. They should not create confusion in the minds of unlearned people, adhva uneducated people. Uneducated people, they generally do some karma kanda. But ज्ञानिनः ते सर्वे जानन्ति इति कृत्वा अन्येषु जनेषु बुद्धिभेदं न जनयेत् इति ज्ञानिनः. अत्र ज्ञानिनः कार्यम् इति उक्तमस्ति. इत्युक्ते हौ द पण्डितास् शुड् बिहेव् इन् द सोसैटि, ईवन् दो नो एव्रिथिङ्ग् दे शुडेण्ट् क्रियेट् कन्फ्यूजन् इन् द मैण्ड्स् आफ् आर्डिनरि पीपल्. दोस् हु आर् relying on karmakanda, those who really believe in karmakanda, they shouldn't get confused or disturbed. But there are some panditas who think that because they are following the jnana marga, they are on a higher pedestal, and some of them with ignorance look down upon others who are in the karma marga or bhakti marga. So if those people are really innocent, they will think, oh, what I am doing is very low, whereas jnani is very high. that kind of a confusion arises. Perhaps I should leave all this karma and I must also follow the Jnana Marga. So that confusion should not be created. Whoever is following whatever marga, let him do it with Shraddha. That's what I think Bhagavan says. बुद्धेः भेदः न जननीयः. उत्तमं. द्वितीयं करोतु भगिनि. धनोः पुत्रः दानवः. धनोः धनु उकारान्तशब्दः वा? धनु उकारान्तपदं. धनुः स्त्रीलिङ्गपदम् इत्युक्ते तत्र तत्र शब्दकोशे किं लिखितमस्ति इत्युक्ते दक्षस्य पुत्री धनुः इति लिखितमस्ति. तथा एव अत्र धनोः पुत्रः दानवः एतदपि तद्धितान्तपदं भवति. यथा मनुः मनोः पुत्रः मानवः, तथा एव अत्र धनोः पुत्रः दानवः. तृतीयं आदित्याः. गत्योः शुक्ला गतिः श्रेष्ठा. गत्योः शुक्लगति, शुक्लगति इत्युक्ते स्लो गत्या शुक्लगति. अत्र पश्यतु गत्योः अत्र दिव्यवचनं किमर्थम् अस्ति? गत्योः गत्योः मीन्स् टु कैण्ड् आफ़् स्पीच् स्लो मोशन् अण्ड् फास्ट् वा? न न न स्लो नास्ति. अत्र किं वक्तव्यम् इत्युक्ते यथा शोभा भगिनी उक्तवान् अत्र गतिः गतिः इति मतिशब्दवत् मतिशब्दवत् मार्गः इति अर्थः. गतिशब्दस्य षष्टिद्विवचनरूपं गत्योः लिखितमस्ति. गत्योः द्वयोः का श्रेष्ठा इत्युक्ते शुक्लागतिः श्रेष्ठा. शुक्लागतिः इत्युक्ते अन्या गतिः का इत्युक्ते कृष्ण कालः इत्युक्ते तत्र इदं वाक्यं कस्मिन् सन्दर्भे गीतायाम् उक्तमस्ति इति पुनः द्रष्टव्यं. तत्र सन्दर्भः कः इति अपि द्रष्टव्यमस्ति. उत्तमम्. अग्रिमं करोतु. धृतीनां तामसी अधम. धृतीनां धृती ध्रुधातोः रूपम् अपि च क्तिन् प्रत्ययान्तरूपमेव धृतिः. धृतिः धृतीनां षष्ठीविभक्ति. तामसी अधमा. अधमा अधमा इस् लैक् इन्फीरियर्. इन्फीरियर् उत्तम. उत्तमा का? धृतीनां तामसी अधमा इति लिखितमस्ति. अत्र बहुवचनरूपं दत्तमस्ति. किमर्थं बहुवचनम् अस्ति? धृतीनां तामसी त्रीणि अत्र एतदेव वाक्यम्. अत्र उत्तमा गतिः का अथवा उत्तमा धृतिः का इति वक्तुमिच्छामश्चेत् वाक्यं किं भवति? धृतीनां सात्विकी उत्तमा. उत्तमा उत्तमा धृतीना सात्विकी उत्तमा. रजस धृतीनां रज राजसी और रजसी. राजसी मध्यमा. मध्यमा अत्र. So what is the artha for this item 4? कोऽपि वदतु. सात्विका इस् प्यूरिटि महोदय. सात्विका इस् फुल् प्यूरिटि. राजसिका आर् रजस राजसी दट् इस् वेरि आक्टिव् अण्ड् दिस् इस् आल् इन् कनेक्षन् टु स्पिरिचुवल् प्राग्रेस्. सो देन् तामसी इस् रिलेटेड् मोर् टु लेज़िनेस् इग्नोरेन्स् दोस् टैप् आफ़् क्वालिटीस्. Yeah, tamasic. Yeah, I understood. Okay. Ahatya? Yeah, we are all, I think we are all made up of all the three gunas. And in each one of us, one would be predominant over the other. So we must all try to become satvikas. And then if those who are in tamasic level, they must at least try to become active and rajasic level. So different levels of the gunas, and if we look into our own selves, we understand that each day also sometimes our gunas vary. Some days we are angry, we are lazy. Some days we are very active, very sattvic. So so none of us can claim that I am fully sattvic like that. No, every one of us is a mixture of that, but we must all try to become sattvic. भगिनी भवती एव करोतु, अग्रिमं करोतु. एकनिमिषः अग्रिमं चम्वाः चम्वाः नायकः दृष्टद्युम्नः. अत्र चम्वाः द मेन् वर्ड् इस् चमु. चमु इस् सैन्य. ऊकारान्त स्त्रीलिङ्गपदा इति तत्र विसर्गः अपि अस्ति. चमूः इस् ऊकारान्त स्त्रीलिङ्गपद लैक् वधूः यथा वधूः वध्वाः लैक् द चम्वाः इस् द प्रथमा विभक्ति बहुवचन. नो नो नो षष्ठी विभक्ति चम्वाः आफ् द सैन्य. ओके षष्ठी विभक्ति बहुवचन दट् इस् आफ् द आर्मी. नायकः भवती शृणोतु भगिनी, भवती सर्वे शृण्वन्तु. भगिनी वदतु, एकवारं वदतु. चमु शब्दस्य षष्ठी विभक्ति वेट् वन् सेकेण्ड् इट्स् नाट् लैक् गुरु शब्द, इट् इस् लैक् वधु. I'm not very sure it is whether it is ekvachana or bahuvachana, bhagini. I'm getting confused. Ekvachana. Oh, okay. Chamvaha nayakaha drushtadyumnaha. Drushtadyumna is the name of a person that is in Pratama Vibhakti ekvachana rupa. Drushtadyumna is the name. Who is the leader of chamu. भगिनी अत्र आङ्ग्लभाषायाम् अनुवादं मा करोतु. यावत् शक्यं संस्कृतभाषायाम् एव वदामः, यावत् शक्यं. वयं सर्वे प्रयत्नं कुर्मः. अग्रिमं करोतु. आङ्ग्लभाषायाः केवलं आङ्ग्लभाषायाम् अनुवादं कुर्मः चेत् वयं प्रयत्नम् अत्र प्रयत्नः अपेक्षितः. अस्तु भगिनि, अस्तु भगिनि, प्रयत्नं करोमि. भ्रुवोः मध्ये प्राणाः आवेशनीयः इत्युक्ते भ्रुवोः एतत् पदं भ्रु इत्यस्य षष्ठी विभक्ति द्विवचन. उत्तमं. अत्र ब्रूः इति स्त्रीलिङ्गपदम् अस्ति, षष्ठी द्विवचनरूपम् अस्ति. द्विवचन ब्रुवोः मध्ये मध्ये प्राणाः आवेशनीयः. एतत् वाक्यं योगाभ्यास सम्बन्धि अस्ति इति मन्ये. योगाभ्याससमये ध्यानं कर्तुं समये वयं भ्रुवोः मध्ये प्राणम् आवेशनीयः इत्युक्ते भ्रुवोः मध्ये प्राणं स्थगनीयः. अत्र प्राणः इति पुंलिङ्गपदमस्ति इति कृत्वा आवेशनीयः यथा भवती उक्तवती स्थापनीयः. अत्र अनियर् प्रत्ययान्तरूपम् अस्ति इत्युक्ते इत्युक्ते कृदन्तपदमस्ति. अनियर् प्रत्ययः कृदन्तपदमस्ति. अपि च अत्र करणीयं कर्तव्यम् इव अत्रापि आवेशनीयः. कः आवेशनीयः? प्राणः आवेशनीयः. कुत्र? ध्रुवोः मध्ये. ध्रुवशब्दस्य रूपं सप्तमं करोतु. वधूना रक्षणं करणीयम्. अत्रापि वधूना इति पदं षष्ठी विभक्तेः बहुवचनान्तरूपम् वधू शब्दः ऊकारान्त स्त्रीलिङ्गपद विसर्गः अपि अस्ति वधूः ओके विसर्गः अपि अस्ति रक्षणम् इति इत्युक्ते I have to say in English only. Rakshanam iti lyut pratyaya, I think, of rakshadhatu. Rakshadhatu. Ichukte atra, kim drashtavyam ichukte vadhunam rakshanam karneyam. Shashti vibhakti bahuvachana vadhunam rakshanam karneyam ichukte kartavyaha. Asmakam kartavyaha vadhunam rakshanam. अत्र रक्षणम् इति साधारणतया ल्युडन्तपदं सर्वदा नपुंसकलिङ्गे एव भवति तदर्थं रक्षणं करणीयम् अथवा कर्तव्यम् इति वक्तमस्ति उत्तमं करोतु अग्रिमं करोतु मातुः कृपया जीवामि मातुः कृपया जीवामि मातुः इत्युक्ते मातृशब्दस्य षष्ठी विभक्तेः प्रथम ऐ मीन् एकवचनरूपं मातुः आफ् द मदर् कृपया जीवामि मातोः मातुः कृपया एव वयं सर्वे जीवामः उत्तमम् उत्तमं भगिनि धन्यवादः अनन्तरम् अधुना प्रिया भगिनी भवती करोतु गणेशः द्वयोः मात्रोः पुत्रः गणेशः द्वयोः मात्रोः मातृशब्दस्य षष्टि द्विवचनम् उत्तमम् अत्र द्वैमातुरः द्वैमातुरः इत्युक्ते कः द्वैमातुरः सर्वे शृण्वन्तु यदा एकः वदति चेत् सर्वे अन्ये शृण्वन्तु करोतु भगिनि वदतु द्वैमातुरः द्वयोः मातुः गणेशः पार्वत्याः न जानामि द्वैमात्रोः कथं भवति अत्र अत्र पश्यतु द्वैमातुरः इति तद्धितान्तपदम् अस्ति अत्र द्वैमातुरः इत्युक्ते गणेशः एव यथा पार्वत्याः पुत्रः एव अत्र गणेशः द्वैमातुरः इति वाक्यमस्ति द्वैमातुरः इति कथं वक्तुं शक्यते इत्युक्ते द्वयोः मात्रोः पुत्रः अत्र मातृद्वयं किम् इत्युक्ते गङ्गा अपि च गौरी ओ अस्तु ओके ओके अस्तु पुराणे सोरि पुराणे अन्यकथा अपि अहं श्रुतवती सोरि शी हेस् गणेशः द्वयोः मात्रोः पुत्रः इत्युक्ते एक किङ्ग् एण्ड् क्वीन् वरेण्यः इति किङ्ग् राजा आसीत् तस्य क्वीन् तस्य राज्ञी पुष्पका इति एतत् पुराण किन्तु अत्र तु चिन्ता मास्तु भगिनि तत् त्यजतु अत्र द्वैमातुरः इत्युक्ते द्वयोः मात्रोः पुत्रः इति एव अवगन्तव्यम् अपि च अत्र यदि पदं षण्मातुरः अस्ति चेत् किं वक्तव्यम् इत्युक्ते षण्णां मातॄणां पुत्रः षण्मातुरः षण्मातुरः इत्युक्ते स्कन्दः अग्रिमं करोतु अग्रे गच्छेम रामः मातॄणां प्रियः पुत्रः अत्र मातॄणां बहुवचने किमर्थमस्ति षष्टि बहुवचनं तिस्रः तिस्रः मातरः दशरथस्य तिस्रः पत्न्यः तत्कारणेन मातॄणाम् इति भवति अत्र. उत्तमम् उत्तमम् इत्युक्ते तिसॄणां मातॄणां प्रियपुत्रः. उत्तमं भगिनि, अग्रिमं करोतु. तत्र द्वयोः पङ्क्त्योः मध्ये स्थानं नास्ति. द्वयोः पङ्क्त्योः इति पङ्क्ति इति ईकारान्तस्त्रीलिङ्गं वा? पङ्क्तिः पङ्क्तिः इकारान्त पुल्लिङ्गमेव. अहं चिन्तयामि स्त्रीलिङ्गपदं पङ्क्त्योः पङ्क्तिः मतिशब्दं समानं वा? इकारान्त पङ्क्तिः मतिशब्दवत् मतिशब्दवत् अस्तु. सो द्वयोः पङ्क्त्योः मध्ये स्थानं नास्ति. स्थानं नास्ति एव अत्र अन्यत् अर्थं किमपि अस्ति वा? अत्र एतद्वाक्यं पठित्वा भवती किम् अवगतवती? तत्र द्वयोः पङ्क्त्योः मध्ये स्थानं नास्ति. नास्ति द्वयोः पङ्क्त्योः मध्ये पङ्क्ति इति टेक् आवलिः आवलि द्वयोः आवलि आवलि मध्ये स्थानं नास्ति. द्वयोः आवल्योः मध्ये स्थानं नास्ति. वेरि नेरो किष्किन्धः किष्किन्धः अस्तु. अनन्तरं द्वादशं वाक्यं करोतु भगिनि. संस्कृते सूक्तीनां महत्त्वम् अस्ति. सूक्ति इति सूक्तिः इकारान्तपुल्लिङ्गमेव सूक्तिः. तत्रापि अत्र किञ्चित् वदामि. सूक्तिः मतिः शब्दवत् रूपम् अस्ति. पुल्लिङ्गम् अस्तु. अत्र किं भवति इत्युक्ते सू इति उपसर्गः अस्ति. वच् धातोः क्तिन् प्रत्ययान्तरूपम् उक्तिः सु उक्तिः. सु उक्तिः सूक्तिः अत्र सवर्णदीर्घसन्धिः भवति. अत्र वच् धातोः रूपमेव उक्ति. उक्ति इत्युक्ते वचनं उक्ति वचनम् इत्युक्ते. किन्तु तत्र वचनम् इति वच् धातोः ल्युडन्तरूपम् अस्ति. किन्तु वच् धातोः क्तिन् प्रत्ययान्तरूपम् उक्ति. उक्तिः संस्कृते सूक्तीनां महत्त्वम् अस्ति. रजोः अग्रे गच्छामि वा? अग्रे करोतु. रजोः अग्रभागं गृह्णातु. रज्जोः रज्जुः इति पदं रज्जुः इति उकारान्तपुल्लिङ्गमेव स्त्रीलिङ्गपदं रज्जुः. रज्जोः अग्रभागं गृह्णातु. अग्रभागम् इत्युक्ते अन्तिमभागं वा अग्रभागं उपरि भागं गृह्णातु. इत्युक्ते अत्र रज्जुः स्त्रीलिङ्गपदमस्ति. अपि च रज्जुः इत्युक्ते अन्यत् पदं पश्यामश्चेत् पाशः. पाशः रज्जुः इत्युक्ते पाशः. तत्र अग्रभागं गृह्णातु. अत्र लोट्लकाररूपम् अस्ति. अग्रिमम् आञ्जनेयस्य हन्वोः प्रहारः आसीत्. अन्वोः प्रहारः अन्वोः किम् अर्थं भगिनि? आञ्जनेयस्य हन्वोः विविध वा अनेकप्रहारः वा? अत्र एकवारम् आञ्जनेयस्य विभक्तिः का? षष्टि एकवचनं. आञ्जनेयः आञ्जनेयस्य पुल्लिङ्गम् अकारान्त पुल्लिङ्गम् हन्वोः तत्र रूपं कथम् अस्ति? हन्वोः धेनोः धेनोः पनुः उत्तमम् अत्र अत्र पदमस्ति हनुः अत्र हनुः इति लिङ्गं किं स्त्रीलिङ्गं वा भगिनि अहं दृष्टवती अत्र वदामि हनुः इति उकारान्तस्त्रीलिङ्गपदम् आहत्य अत्र धेनुशब्दवत् हन्वोः प्रहारः आसीत् इत्युक्ते यदा बाल्यकाले आञ्जनेयस्य हन्वोः प्रहारः आसीत् इत्युक्ते तत्र हनुः इत्युक्ते ज इति वदामः मुखस्य भागः तदर्थमेव तस्य नाम हनुमान् इति दत्तमस्ति हनुः तत्र मुखस्य भागः एव हनुः इति वदामः अत्र हनुमत् इति प्रातिपदिकमस्ति तद् हनुमत् यस्य अथवा यस्मिन् हनुः अस्ति सः हनुमत् मतु प्रत्ययान्तरूपं तत्र प्रथमाविभक्त्यन्तरूपं हनुमान् इति भवति तत्र एका कथा अस्ति बाल्यकाले तस्य हन्वोः प्रहारः इत्युक्ते तत्र बाधा भवति कोऽपि वदति वा तत्र काचित् कथा अस्ति इन्द्र वज्रायुध वज्रायुधात् ताडयति सः बालः आसीत् एकदिनं सः हनुमान् सूर्यं पश्यति तत् एकफलम् इति मत्वा फलं गृह्णातुं ग्रहितुं आकाशे जम्पि जम्प् कूर्दितवान् सूर्यस्य समीपे एव गतवान् तत्समये इन्द्रः तस्य वज्रायुधात् हनुमन्तं ताडयति किमर्थम् इत्युक्ते सूर्यमेव हनुमान् यदि भक्षणं कृतवान् द होल् वर्ल्ड् विल् बिकम् अन्धकार टु अवाय्ड् दट् ही बीट्स् हिम् वित् वज्रायुध वायुः अत्यन्त क्रुद्धः भवति किमर्थम् इत्युक्ते तस्य पुत्रस्य हनुः ताडितवान् इन्द्रः अतः वायुः हि स्टाप्स् वहति देन् आल् द देवास् प्रे टु गाड् दट् दे आर् अनेबल् टु ब्रीत् So then all the devas come back and excuse Hanuman and they give all their shakti to Hanuman. That's why he becomes all the Shaktiman also. इत्युक्ते तदेव अत्र कथा अस्ति हनुमान् अत्र हन्वोः प्रहारः आसीत् अत्र आसीत् इति पदं कीदृशं पदं लङ्लकाररूपम् अस्ति इत्युक्ते बाल्ये एतत् सर्वं बाल्यकाले अभवत् इति कारणतः हन्वोः प्रहारः आसीत् तत्र पदं तु हनुः अन्तिमं करोतु मातॄणां वचनानि हिताय एव भवन्ति मातॄणाम् इति मातृशब्दस्य षष्ठी बहुवचनं वचनानि वदन वचनमेव वचदातु वचनानि हिताय एव भवन्ति हिताय इत्युक्ते फार् इति अत्र चतुर्थी भवति अत्र हिताय उत्तमं हिताय चतुर्थी विभक्त्यन्तं रूपम् इत्युक्ते मातॄणां वचनानि हिताय एव भवन्ति उत्तमं वाक्यम्. धन्यवादः भगिनी. अनन्तरं अग्रे गच्छेम. इत्युक्ते एतावत् पर्यन्तं षष्टि प्रश्न करोतु भगिनी. एक प्रश्न, षष्टि इति संख्या भ्रुवोः मध्ये प्राणः आवेशनीय. अत्र भ्रूः इति धातु भगिनी, धातुरूपं किम्? धातुः नास्ति अत्र, सुबन्तपदमेव. अस्तु अस्तु, सुबन्त अत्र सुबन्त, किन्तु प्रथमतया धातु एव आगच्छति. इत्युक्ते साधारणतया बहूनि पदानि धातुतः निर्मितानि भवन्ति, किन्तु सर्वाणि इति न. सर्वाणि पदानि इति न, इत्युक्ते केचन केचन अत्र शब्दाः सन्ति, केचन शब्दाः तत्र प्रातिपदिकं धातुतः न आयाति. तादृशानि पदानि अपि सन्ति, किन्तु अत्र भ्रूः इति पदस्य रूपं किम् इत्युक्ते तत् सुबन्तपदं कथम् आयाति इति द्रष्टव्यम्. अस्तु अस्तु, धन्यवादः धातुतः. करोतु, वदतु भगिनि. एकः प्रश्नः भगिनि, गिराम् इति पदस्य पदे प्रथमविभक्तौ एकवचने किम् अस्ति भगिनि? गीः. पुनरेकवारं भगिनि. गीः, गिरौ, गिरः इति. गीः, गीः. अस्तु, धन्यवादः. अहं चिन्तयामि. इत्युक्ते गीः तत्र वाक् इति अर्थः. अस्तु, शब्दवत् अत्र. गीताञ्जलि भगिनी भवती करोतु अग्रिम भगिनी. अग्रिमे पुटे. अस्तु, तस्य तस्याचला श्रद्धा अवधेयम्. एकवचनं, द्विवचनं, बहुवचनं. मतिः, मत्याः, मतेः, मत्योः, मतीनां. तनुः, तन्वाः, तनोः, तन्वोः, तनूनां. चमूः, चम्वाः, चम्वोः, चमूनां. माता, मातुः, मात्रोः, मातॄणां. अत्र शीर्षकं पश्यामश्चेत् इदं वाक्यमपि गीतायाम् अस्ति. कापि दृष्टवती वा अत्र? सप्त अध्याय एकविंशति. सप्तमाध्यायस्य एकविंशः श्लोकः. एकविंशः श्लोकः. अत्र श्लोकः कः वदति वा? यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्. विदधाम्यहम् इत्युक्ते यः यः भक्तः यां यां मूर्तिं श्रद्धया आराधयितुमिच्छति अथवा पूजयितुमिच्छति तस्य भक्तस्य तादृशीं रीत्या एव श्रद्धां ददामि. ये ये जनाः यादृशरीत्या आराधयितुमिच्छन्ति तादृशरीत्या एव अहं तेषां कृते श्रद्धां ददामि इति. इत्यस्मिन् अर्थे तस्य तस्याचला श्रद्धा इति लिखितमस्ति. तत्र वाक्यं तु तस्य तस्य तस्य तस्य अचला श्रद्धा. यस्य यस्य इति तत्र वाक्ये यस्य यस्य चिन्तनं श्रद्धा यादृशी अस्ति तादृशरीत्या एव अहं अनुग्रहं ददामि इति अर्थः अस्ति. अत्र अचला श्रद्धा इति श्रद्धा इति पदस्य विशेषणमस्ति इति कृत्वा तत्र अचला अचला श्रद्धा. अचला इत्युक्ते स्थिरा अथवा निश्चला इति भवति. विदधाम्यहम् इति लिखितमस्ति तस्मिन्नेव श्लोके. विदधामि अहम् अत्र यण् सन्धिः भवति. तत्र श्लोके. क्षम्यतां भगिनि, कुत्र अध्याये अस्ति श्लोकः? सप्तम अध्यायस्य एकविंशः श्लोकः. धन्यवादः. अत्र अत्र तस्याचला इत्यस्मिन् सवर्णदीर्घसन्धिः अपि अस्ति. अत्र गीताञ्जलि भगिनी, भवती किम् अवगतवती अवधेयं पठित्वा, वदतु. त्रीणि एकवचन त्रीणि वचनानि रूपाणि दत्तानि, मतिः, तनुः, चमूः, माता. ते किञ्चित् समानेव, किन्तु किञ्चित् भेदः अस्ति एव अपि. बहुवचनानां सर्वस्य सुलभम् अस्ति, नाम इति अन्ते अस्ति चेत् बहुवचन. द्विवचनं अपि किञ्चित् सुलभम् अस्ति, योः इति अन्ते अस्ति चेत् पञ्चमीविभक्ति अपि च षष्ठीविभक्ति द्वयोः विभक्तयोः समानेव. एकवचनं रूपं मतिः कश्चन शब्दः द्वे रूपे स्वीकुर्वन्ति. मतिः इति एकवचनं द्वे रूपे. इत्युक्ते अत्र आहत्य किम् अवगन्तव्यम् इत्युक्ते, मतिशब्दः इकारान्तशब्दः, तनुः उकारान्तशब्दः, अत्र विकल्पेन रूपद्वयं सम्भवति. अत्र साधारणतया अत्र रूपद्वयमपि द्रष्टुं शक्यते. मत्याः एकं रूपं, मतेः अन्यत् रूपं, तथा एव तन्वाः इति षष्ठी एकवचनरूपं, तनोः इति रूपमपि अस्ति. इत्युक्ते अत्र विकल्पेन रूपद्वयं सम्भवति इति सर्वदा स्मर्तव्यम्. सर्वे स्त्रीलिङ्गपदाः किं भगिनि? सर्वे स्त्रीलिङ्गपदाः? एतानि सर्वाणि स्त्रीलिङ्गपदानि. अत्र गीताञ्जलि भगिनी अग्रे करोतु. षष्टिविभक्तिः सर्वनामशब्दाः, पश्यत उच्चैः पठत च. पश्यत अपि च पठत मध्यम पुरुष बहुवचन लोट्लकाररूपम्. उच्चैः इति अव्ययपदं, च इति अपि अव्ययपदम्. एतस्य नाम विष्णुः. एतस्याः नाम लक्ष्मीः. एतस्य नाम महाभारतम्. त्रीणि लिङ्गानि अत्र दत्तम् एकवचनरूपम्. एतत् सम्भाषणम् उच्चैः पठत. अत्र एकवारं स्थगयतु भगिनि. अत्र एतद् इति दकारान्तपदमस्ति. एतद् शब्दस्य षष्टिविभक्त्यन्तरूपाणि दत्तानि. इत्युक्ते अत्र एतद् शब्दस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति. महाभारतं नपुंसकलिङ्गमस्ति इति कृत्वा अत्र एतस्य इति लिखितमस्ति. किन्तु अत्र विष्णुः इति पुंलिङ्गपदमस्ति, उकारान्तपुंलिङ्गपदं, परन्तु तत्रापि एतद् शब्दस्य पुंलिङ्गरूपम् एतस्य. इत्युक्ते तृतीयाविभक्ति आरभ्य सप्तमीपर्यन्तं पुंलिङ्गे अपि च नपुंसकलिङ्गे रूपाणि समानानि भवन्ति इति एकं स्मर्तव्यम्. अत्र अपि च एतस्याः नाम लक्ष्मीः इति लिखितमस्ति. लक्ष्मीः इति पदस्य अन्ते सर्वदा विसर्गः आयाति. अनन्तरं अत्र विशेषपदमस्ति. अनन्तरम् एतद् शब्दस्य रूपं स्त्रीलिङ्गे अपि भवति इति कृत्वा अत्र एतस्याः इति लिखितमस्ति. अधुना अत्र एकं सम्भाषणमस्ति. अत्र उषा भगिनी अपि च गीताञ्जलि भगिनी अत्र सम्भाषणं पठन्तु. मातापुत्रयोः सम्भाषणम् काचित् महाभारतप्रदर्शिनी माता तां दर्शयन्ति पुत्रं विवृणोति माता एषा महाभारतप्रदर्शिनी एतस्याः दर्शनेन महाभारतं सम्यक् अवगन्तुं शक्यते एतस्य नाम किम् एतस्य नाम धृतराष्ट्रः एतस्याः नाम किम् एतस्याः नाम गान्धारी एतयोः पुत्राः एव कौरवाः एतेषां पाण्डवानां च कः सम्बन्धः पाण्डवानां एतेषां दायादाः पाण्डवाः पाण्डवाः क्षम्यतां पाण्डवाः एतेषां दायादाः तेषाम् एतेषां मध्ये किं प्रवृत्तम् महत् युद्धं प्रवृत्तं तदेव महाभारतयुद्धं तत्र कृष्णः पाण्डवपक्षे आसीत् कृष्णः मम प्रियः देवः सः त्वापि तवापि प्रियः किम् अस्माकं देशे कृष्णः सर्वेषां प्रियः एव अहं तस्य भक्ता भोः कृपया शनैः वदतु इवयोः सम्भाषणेन अन्येषां विघ्नः भवेत् तथैव वत्स आवयोः विलम्बः जातः चलतु गच्छावः उत्तमम् अत्र धन्यवादः भगिनी भगिन्यौ अत्र काचित् महाभारतप्रदर्शिनी अत्र काचित् किमर्थमस्ति स्त्रीलिङ्ग् स्त्रीलिङ्ग् पदं यदि स्पष्टं न जानीमः तदनन्तरं प्रदर्शिनी इति स्त्रीलिङ्गपदं किल उत्तमम् अत्र अत्र प्रदर्शिनी अत्र प्राय इति उपसर्गः अस्ति दृश् धातुः दर्शी इति पुंलिङ्गमस्ति चेत् दर्शिनी इति भवति महाभारतप्रदर्शिनी अत्र ईकारान्तस्त्रीलिङ्गपदमस्ति किन्तु समस्तपदं काचित् प्रदर्शिनी अस्ति माता तां दर्शयन्ति पुत्रं विवृणोति अत्र तां दर्शयन्ति अत्र दर्शयन्ति इति कीदृशं पदम् शत्रुप्रत्ययान्तरूपं स्त्रीलिङ्गपदम् अस्ति प्रथमाविभक्ति स्त्रीलिङ्गपदं दर्शयन्ति पश्यन्ति किन्तु पश्यन्ति इति भिन्नं पदं दर्शयन्ति तत्र भेदः कः माता पश्यन्ती अस्ति अथवा माता दर्शयन्ती अस्ति इत्युक्ते माता स्वयं पश्यति माता स्वयं पश्यन्ती अस्ति अथवा अत्र तु माता दर्शयन्ती अस्ति अत्र अत्र सम्भाषणे किमपि नूतनं नास्ति एषा महाभारतप्रदर्शिनी अत्र उषा भगिनी वदतु अत्र भवती किम् अवगतवती अनेन सम्भाषणेन भवती किम् अवगतवती सम्भाषणं पुत्र अपि माता मातयोः बिट्वीन् आसीत् सो पुत्रः एतस्याः नाम किं चित्रे दत्तमस्ति मातः अपि पुत्रः दर्शनेन पुत्रः मातुः वद पृच्छति चित्रं दृष्ट्वा अत्र एकवारम् एतस्याः दर्शनेन महाभारतं सम्यक् अवगन्तुं शक्यते एतस्याः दर्शनेन इत्युक्ते कस्याः दर्शनेन कोष्टके वदतु कोष्टके दत्तं चित्रप्रदर्शनेन इत्युक्ते महाभारतप्रदर्शनेन इत्युक्ते महाभारत प्रदर्शिन्याः दर्शनेन अत्र प्रदर्शिनी ईकारान्तपदं महाभारतप्रदर्शिन्याः दर्शनेन महाभारतं समीचीनतया अवगन्तुं शक्यते आवाभ्याम् इति अत्र एतस्याः नाम किम् एतस्य नाम किम् इत्युक्ते अत्र अत्र तु धृतराष्ट्र वदतु भगिनि प्रश्नः दायादाः इति कीदृशपदः दायादाः इति तद्धितान्तं पदमस्ति इत्युक्ते अत्र वदामि भगिनि तत्र अग्रे गत्वा वदामि वदतु भगिनि उषा भगिनि वदतु कोष्टके धृतराष्ट्र अपि गान्धारी गान्धार्याः चित्रम् अस्ति अपि च रामः नो अर्जुनः अत्र आरम्भे किं भवति इत्युक्ते तत्र पुत्रः मातरं पृच्छति एतस्य नाम किं तदा माता उत्तरं वदति एतस्य नाम धृतराष्ट्रः अनन्तरं तत्र गान्धार्याः चित्रमस्ति अत्र एकवारं चित्रं पश्यतु चित्रं दृष्ट्वा सः बालकः मातरं पृच्छति माता एतस्याः नाम किम् इति पृच्छति तदा तस्याः उत्तरं माता वदति तस्याः नाम गान्धारी अथवा एतस्याः नाम गान्धारी इत्युक्ते आहत्य एतस्याः इति एतत् शब्दस्य सर्वनामपदानां रूपाणि सम्बन्धः अस्ति उत्तमम् एतेषां पाण्डवानां च कः सम्बन्धः माता वदति एतेषां दायादः दायादाः दायादाः इत्युक्ते कज़िन् कज़िन्स् अत्र दायादः इति पदमस्ति तत्र दा धातोः रूपमेव दा धातोः रूपम् आरम्भे दायः इति पदं भवति दा धातोः रूपं दायः तत्र घञ् इति एकः प्रत्ययः अस्ति दायादाः इत्युक्ते पितुः सम्पत्तेः अधिकारी अथवा पितुः सम्पत्तेः समभागी इत्युक्ते पिता का सम्पत्ति का एक भाग का अधिकारी फादर साइड पितुः सम्पत्तेः अथवा उत्तराधिकारी इति दायादाः प्रातिपदिका दायादिन् किम् अत्र तु दायादः अकारान्तपदम् पाण्डवाः दायादाः दायादः इति प्रथमविभक्ति एकवचन दायादः दायादौ दायादाः आं भगिनि ओके अनन्तरं तेषां मध्ये वदतु माता वदति एतेषां दायादाः इति पुत्रः पृच्छति तेषां मध्ये किं प्रवृत्तम् आसीत् इति माता वदति युद्धं महायुद्धं महत् महायुद्धं प्रवृत्तं तदेव महाभारतयुद्धं तदेव महाभारतयुद्धम् अस्ति तत्र कृष्णः अपि च कृष्णः पाण्डवपक्षे आसीत् पाण्डवपक्षे सप्तमीभक्ति अस्ति पुत्रः वदति कृष्णः मम प्रियः देवः सः तवापि प्रियः किं तवापि षष्टिविभक्ति अस्ति एकवचने मम अपि एकवचने अस्ति तत्र माता वदति अस्माकं देशे कृष्णः सर्वेषां प्रियः कृष्णः सर्वेषां प्रियः अस्ति अहं तस्य भक्ता माता वदति अहमपि तस्य कृष्णस्य भक्ता अस्मि. रक्षकः रक्षकः इत्युक्ते अत्र प्रदर्शिन्याम् एकः रक्षकः अस्ति, सेक्युरिटि. सः किं वदति? कृपया शनैः वदतु. पुत्रं दृष्ट्वा वदति अहं मन्ये, कृपया शनैः वदतु, युवयोः सम्भाषणेन अन्येषां विघ्नः भवेत्. युवयोः इत्युक्ते पुत्रः अपि च मातुः, इत्युक्ते माता पुत्रयोः सम्भाषणेन तत्र शान्तिः नष्टा भवति. सम्भाषणेन तृतीया विभक्ति अस्ति, युवयोः षष्ठी विभक्ति एकवचनम्, अन्येषाम् अपि षष्ठी विभक्ति बहुवचनं, विघ्नः भवेत् भवेत् विधिर्लिङ्ग् अस्ति तत्र. माता वदति तथैव भवतु, अस्तु तथैव एव. वत्स आवयोः विलम्बः जातः, चलतु गच्छावः, चलतु गृहं गच्छामि इति, गृहं गच्छामः इति वदति. अत्र गच्छाव गच्छाव इति कीदृशं पदं? गच्छाव लोट्लकार उत्तमपुरुष द्विवचन उत्तमम् द्विवचनं लोट् द्विवचनम् अस्ति. उत्तमम्. अत्र आवयोः अथवा युवयोः तत्र प्रातिपदिकं किम्? आवयोः अस्मद् अस्मद् अस्मद् शब्दः युवयोः युवयोः आवयोः षष्टिभक्ति द्विवचनम् अस्ति, युवयोः अपि षष्टिवचनं द्वि ऐ मीन् द्विवचनं युवयोः वाम् इत्युक्ते तत्र युष्मत् शब्दः. उत्तमम् उत्तमं भगिनि. अत्र पूर्णेन्दुमहोदय भवान् पठति वा अत्र अवधेयम्? अत्र अस्ति वा महोदय? करोतु. तत्र अवधेयम् इति लिखितमस्ति तस्मिन्नेव पुटे, पञ्चविंशे पुटे. एतत् पुलिङ्गे नपुंसकलिङ्गे च स्त्रीलिङ्गे, तत् पुलिङ्गे नपुंसकलिङ्गे च स्त्रीलिङ्गे, एतत् पुलिङ्गे नपुंसकलिङ्गे च स्त्रीलिङ्गे, एकवचनं द्विवचनं बहुवचनम्, एतस्य एतयोः एतेषाम्, एतस्याः स्त्रीलिङ्गे एतस्याः एतयोः एतासां, तत् लिङ्गे नपुंसकलिङ्गे च तस्य तयोः तेषां, स्त्रीलिङ्गे तस्याः तयोः तासाम्, अस्मद् त्रिषु लिङ्गेषु मम आवयोः अस्माकम्, युष्मत् त्रिषु लिङ्गेषु तव उभयोः युष्माकम्. अस्य पठनेन भवान् किम् अवगतवान्? अत्र अत्र किं लिखितमस्ति भवतः अवगमनं किम्? अत्र एतत् शब्दस्य एतत् तत् अस्मत् युष्मत् शब्दानां षष्ठीविभक्तिरूपाणि दत्तानि अस्ति, लिखितानि अस्ति. लिखितानि उत्तमम्. एतत् शब्दस्य रूपाणि अपि च तत् शब्दस्य रूपाणि त्रिषु लिङ्गेषु दत्तानि, तथा एव अत्र अस्मत् शब्दस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति, यथा मम आवयोः अस्माकं, युष्मत् शब्दस्य रूपाणि अपि दत्तानि. अत्र शीघ्रं समापयामः, अत्र अभ्यासं करोतु महोदय. प्रथमम् अभ्यासम् इत्युक्ते अत्र आवरेण विद्यमानयोः शब्दयोः सहायेन वाक्यानि रचयत. उदाहरण वसुदेवः देवकी, पतिः पत्नी, वसुदेवस्य पत्नी देवकी, देवक्याः पतिः वसुदेवः, बलरामः दुर्योधनः, गुरुः शिष्यः. बलरामश्च शिष्यः दुर्योधनः. बलरामस्य गुरुः बलरामस्य वदतु शिष्यः दुर्योधनः. दुर्योधनस्य गुरुः बलरामः. उत्तमम्. हरिः लक्ष्मीः, पतिः पत्नी. हरिः हरेः, हरेः पत्नी लक्ष्मीः. लक्ष्म्याः लक्ष्म्याः पतिः हरिः. हरिः, उत्तमम्. अत्र इत्युक्ते तयोर्मध्ये उपरि तयोर्मध्ये गुरुशिष्यसम्बन्धः अस्ति, अत्र पतिपत्नी सम्बन्धः अस्ति. अत्र पतिपत्नियोः नाम एव दम्पती इति वदामः. तत्र जाया च पतिः च, तत्र जाया इत्युक्ते पत्नी एव, जाया च पतिः च. आरम्भे जम्पति इति भवति, किन्तु जम् इति स्थाने दम् इति आदेशः भवति इति कृत्वा तत्र दम्पति इति पदमपि अस्ति. तत्र तृतीयं करोतु. दमदग्निः रेणुका, पतिः पत्नी. दमदग्निः अपि अश्वैकारान्तपुल्लिङ्गशब्दः वा? दमदग्नेः पत्नी रेणुका, रेणुकया पतिः दमदग्निः. रेणुकायाः, रेणुकायाः. जमदग्नेः पुत्रः, जमदग्नेः पुत्रः कः? जमदग्नेः पुत्रः परशुरामः. किन्तु अत्र किं लिखितमस्ति? जमदग्नेः पत्नी रेणुका, किन्तु पुत्रः परशुरामः. तदर्थमेव परशुरामस्य नाम जामदग्निः इति वदामः. तत्र तद्धितान्तं पदम्. जमदग्नेः पुत्रः जामदग्निः, तथा एव रेणुकायाः पुत्रः परशुरामः. तदर्थं रेणुकेयः इति अपि वक्तुं शक्यते, परशुरामस्य अन्यनाम. इत्युक्ते तत्र तद्धितान्तपदानि अपि तत्र कानिचन पदानि सन्ति. अन्तिमं करोतु महोदय. अभिमन्युः सुभद्रा, पुत्रः माता. अभिमन्युः, अभिमन्युः इत्युक्ते उकारान्त. अभिमन्योः माता सुभद्रा, सुभद्रायाः पुत्र अभिमन्योः. अत्र अभिमन्युः इति उकारान्तपदमस्ति इति कृत्वा अभिमन्योः पुत्रः, अथवा क्षम्यताम्, अभिमन्योः, अभिमन्योः पुत्रः न, अभिमन्योः माता, माता एव सुभद्रा, सुभद्रा इति भवति. उत्तमम्. अधुना समयातीतः अभवत्, किन्तु अत्र केचन अन्य अभ्यासाः सन्ति, तान् अभ्यासान् कुर्वन्तु. अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा अन्यान् विषयान् ज्ञास्यामः. सर्वेषां धन्यवादः. नमस्कारः. धन्यवादः भगिनी. धन्यवादः भगिनी. नमस्कारः. धन्यवादः भगिनी. नमस्कारः. धन्यवादः. दम्पती इति पदं स्त्रीलिङ्ग वा पुल्लिङ्ग? तत्र दम्पती ह्रस्व एव. दम्पतिः, ओ दम्पतिः, तत्र पुंलिङ्गपदम् इति भाति. एनयोः दम्पत्योः अर्चनां करिष्यन्ति न?